यो ह वै सम्पदं वेद सगम अस्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वा वसम्पदं यो ह वै सम्पदं वेद तस्मा अस्मै दैवाश्च मानुषाश्च कामाः सम्पद्यन्ते ह का तर्हि सम्पदिति अहं श्रोत्रं वा वसम्पदं यस्मात् श्रोत्रेण वेदा गृह्यन्ते तदर्थविज्ञानं च ततः कर्माणि क्रियन्ते ततः कामसम्पतो इत्येव कामसम्पद्धीत्वात् श्रोत्रं वा सम्पदम् यो ह वा आयतनं वेद आयतनं स्वानां भवति मनो ह वा आयतनं यो ह वा आयतनं वेद आयतनं ह स्वानां भवति इत्युक्ते किं तदायतनमिति अहं मनो ह वा आयतनम् इन्द्रिय उपहृतानां विषयाणां भोक्तृत्थानां प्रत्ययरूपाणां मन आयतनम् आश्रयति अथो मनो ह वा आयतनमिति उक्तम् अथ प्राण अहं शयसि व्यूधिरे अहं शय्यानस्मि अहं शय्यानस्मीति अथ प्राणाः एवं यथोक्तगुणाः सन्तः अहं शय्यसि अहं शय्यानस्मि अहं शय्यानस्मीति एतस्मिन् प्रयोजने व्यूधिरे नानाविरुद्धं च ऊधिरे उक्तवन्तः ते प्राणाः प्रजापतिं पितरमीत्यभूजो भगवन् को न श्रेष्ठ इति तान् उवाच यस्मिन् उत्क्रान्ते शरीरं पापिष्टधर्मेव दृश्येत स वश्रेष्ठ इति ते ह एवं विविधमानः आत्मनः श्रेष्ठत्वविज्ञानाय प्रजापतिं पितरं जनैतरं कञ्चिदेत्य ऊचुः उक्तवन्तः हे भगवन् कः नः अस्माकं मध्ये श्रेष्ठः अभ्यधिकः गुणैः इत्येवं पृष्टवन्तः तान् पिता उवाच यस्मिन् वः युष्माकं मध्ये उत्क्रान्ते शरीरमिदं पापिष्टमिव अतिशयेन जीवतोपि समुत्क्रान्तप्राणं ततोपि पापिष्टतरमिव अतिशयेन दृश्येत कुणपम् अस्पृश्यम् अशुचि दृश्येत सः वः युष्माकं श्रेष्ठ इति अवोचत काक्व तद्दुःखं परिजिहीर्षु स वागुच्चक्राम स संवत्सरं प्रोश्य पर्येत्युवाच कथम् अशक्त हृतेमज्जीवितमिति यथा कदा वदन्तः प्राणन्तः प्राणेन पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसः एवमिति प्रवेश वाक् चक्षुरवचक्राम तत्संवत्सरं प्रोश्य पर्येत्युवाच कथम् अशक्त हृतेमज्जीवितमिति यथा अन्धा पश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसा एवमिति प्रवेश चक्षुः श्रोत्रं उच्चक्रां तत्संवत्सरं प्रोश्य प्रतिनियेत्युवाच कथम् अशक्त हृतेमज्जीवितमिति यथा बधिरा शृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाच पश्यन्तः चक्षुराध्यायन्तो मनसा एमिति प्रवेश श्रोत्रं मनोः उच्चक्राम तत्संवत्सरं प्रोश्य प्रतियेत्युवाच कथम् अशक्त हृतेमज्जीवितमिति यथा बालाः मनसा प्राणन्तः प्राणेन वदन्तो वाच पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण एमिति प्रवेश मनः ततोक्तेषु पितृप्राणेषु सः वाक् उच्चक्रम उत्क्रान्तवती स च उत्क्रम्य संवत्सरमात्मं प्रोष्य स्वव्यापारात् निवृत्ता सति पुनः पर्येत्य इतरान् प्राणम् उवाच कथं केन प्रकारेण अशक्त शक्तवन्तो यूयं मदृते मां विना जीवितं धारयितुम् आत्मानमिति ते ऊचुः यथा कला इत्यादि कलाः मुखः यथा लोके अवदन्तो उवाच जीवन्ति कथं प्राणन्तः प्राणेन पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसा एवं सर्वकर्मचेष्टां कुर्वन्त इत्यर्थः एवं वयम् अजीविष्म इत्यर्थः आत्मनो श्रेष्ठतां प्राणेषु बुद्ध्वा प्रवेश वा पुनः स्वव्यापारे प्रवृत्त भव इत्यर्थः समानमन्यत् चक्षुरः उच्चक्राम श्रोत्रम् उच्चक्राम मनोः उच्चक्राम इत्यादि यथा बालाः अमनसः अप्ररूढमनसः इत्यर्थः अथ प्राणमुच्चक्रमिष्यन् स यथा सुहयः पड्वीशङ्कुं सङ्किधेन्ये मित्रान् प्राणासामखिदत्तगम् अभिसमेत्य ऊचुः भगवन् येदि त्वं न श्रेष्ठोऽसि मा उत्क्रमीति एवं परीक्षितेषु भागादिषु अथ अनन्तरं ह स मुख्यः प्राणः उच्चिक्रमिशन् उत्क्रमितुम् इच्छन् किम् अकरोदिति उच्यते यथा लोके सुहयः शोभनो अश्वः पड्वीशङ्कुन् पादमन्दनकीलान् परीक्षणाय आरूढेन कषय हतस्सन् सङ्किते समुत्खने समुत्पाटये एवं मित्रान् वागादीन् प्राणान् समखिदतो समुद्रुतवान् ते प्राणाः सञ्चारिताः सन्तः स्वस्थाने स्थातुम् अनुत्सहमानाः अभिसमेत्य मुख्यं प्राणं तम् ऊचुः हे भगवन् येदि भव नः स्वामी यस्मात् त्वं नः श्रेष्ठोऽसि मा च अस्मादेहाद् उत्क्रमीः इति। अथ हैनं वाग्वाच यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसि इति। अथ हैनं चक्षुर्वाच यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासि इति। अथ हैनकं श्रोत्रमुवाच यदहगं सम्पदस्मि त्वं तत्सम्पदसि इति। अथ हैनं मन उवाच यदहम् आयतनमस्मि त्वं तदायतनमसि इति। अथ हैनं वागादयः प्राणस्य श्रेष्ठत्वं कार्येण आपादयन्तः आहुः बलिमिव हरन्तो राज्ञिविषः कथं वाक् तावत् उवाच यदहं वसिष्ठोऽस्मि यदिति क्रियाविशेषणं यद्वसिष्ठत्वगुणा अस्मि इत्यर्थः। त्वं तद्वसिष्ठः तेन वसिष्ठत्वगुणेन त्वं तद्वसिष्ठोऽसि तद्गुणः त्वम् इत्यर्थः। अथवा तच्छब्दोऽपि क्रियाविशेषणमेव त्वत्कृतः त्वदीयोऽसौ वसिष्ठत्वगुणो अज्ञानात् मम इति मया अभिमतः इत्येतत्। तदा उत्तरेषु योग्यं चक्षुश्रोत्रमनस्सु न वै वाचो न चक्षुवंशी न श्रोत्राणि न मनांसि इत्याचक्षते प्राण इत्येव आचक्षते प्राणो हि एव एतानि सर्वाणि भवति। श्रुते इदं वचः युक्तमिदं वागादिभिः मुख्यं प्राणं प्रति अभिहितं यस्मात् न वै लोके वाचो न चक्षुंषि न श्रोत्राणि न मनांसि इति वागादीनि करणानि आचक्षते लौकिकः आगमज्ञा वा किं तर्हि प्राणाः इत्येव आचक्षते कथयन्ति यस्मात् प्राणो हि एव एतानि सर्वाणि वागादीनि करणजातानि भवति। अतो मुख्यं प्राणं प्रति अनुरूपमेव वागादिभिः उक्तमिति प्रकरणार्थम् उपसंगिहिष्यति। ननु कथमिदं युक्तं चेतनावन्तैव पुरुषः अहं श्रेष्ठता इति विवदन्तः अन्योन्यं स्पर्धेरन्निति न हि चक्षुरादीनां वाचं प्रत्याख्याय प्रत्येकं वदनं सम्भवति तथा अपगमो देहातो पुनः प्रवेशो ब्रह्मगमन प्राणस्तुतिर्व उपपद्यते। तत्र अज्ञानिचेतनावद्देवतादृशतत्वात् वागादीनां चेतनावत्वं तावत् सिद्धम् आगमतः। तार्किकसमयविरोध इति चेत् देहे एकस्मिन् अनेकचेतनावत्वे न ईश्वरस्य निमित्तकारणत्व अभ्युपगमत् ये तावत् ईश्वरम् अभ्युपगच्छन्ति तार्किकाः ते मन आदिकार्यकरणानाम् आध्यात्मिकानां राख्यानाञ्च पृथिव्यादीनाम् ईश्वराधिष्ठितानामेव नियमेन प्रवृत्तिम् इच्छन्ति रथादिवत् न च अस्माभिः अग्न्याद्याः चेतनावत्योऽपि देवताः अध्यात्मं भोक्त्र्यः अभ्युपगम्यन्ते किं तर्हि कार्यकरणवतीनां हि तासां प्राणैकदेवताभेदानाम् अध्यात्म अधिभूत अधिदैवभेदकोटिविकल्पानाम् अध्यक्षतामात्रेण नियन्त ईश्वरोऽभिगम्यते। स हि अकर्णः अपाणिपादौ जवनो गृहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इत्यादि मन्त्रवर्णः। हिरण्यगर्भं पश्यत जायमानं हिरण्यगर्भं जनयामासपूर्वम् इत्यादि च श्वेताश्वत्रियाः पठन्ति। भोक्ता कर्मफलसम्बन्धी देहे तद्विलक्षणो जीवः इति वक्ष्यामः। वागादीनां च इह संवादः कल्पितः विदुषो अन्वयव्यतिरेकाभ्यां प्राणश्रेष्ठता निर्धारणार्थं यथा लोके पुरुषः अन्योन्यम् आत्मनः श्रेष्ठता विद्यमानः कञ्चित् गुणविशेषाविज्ञं पृच्छन्ति कोन श्रेष्ठगुणैः इति। तेन उक्त एकैकस्येन अधः कार्यं साधयितुम् उद्युच्यतः येन अधः कार्यं साध्यते स वः श्रेष्ठः इत्युक्त्वा तथैव उद्युच्छन्तः आत्मनो अन्यस्य वा श्रेष्ठतां निर्धारयन्ति तथा इमं संव्यवहारं वागादिषु कल्पितवती श्रुतिः। कथं नाम विद्वान् वागादीनाम् एकैकस्य अभावे अपि जीवनं दृष्टं न तु प्राणस्य इति प्राणश्रेष्ठतां प्रतिपद्येत इति। तथा श्रुतिः कौशीतकिनां जीवति वागपेतो मूकानि पश्यामो जीवति चक्षुरपेतो अन्धानि पश्यामो जीवति श्रोत्रापेतो बधिरानि पश्यामः जीवति मनोपेतो बालानि पश्यामो जीवति बाहुच्छिन्नो जीवति ऊरुच्छिन्नः इत्यादि इति प्रथमखण्डभाष्यं। द्वितीयखण्डः सहोवाच किं मे अन्नं भविष्यति इति यत्किञ्चिदिदम् आश्वभ्यः आशुग्निभ्यः इति भोजो तद्वयम् एतदनस्य अन्नम् अनोह वैनां प्रत्यक्षं नः वायं विधि किञ्चिदानन्नं भवति इति सः उवाच मुख्यप्राणः किं मे अन्नं भविष्यति इति. मुख्यं प्राणं भ्रष्टारमिव कल्पयित्वा वागादीन् प्रति वक्तॄणिव कल्पयन्ति श्रुतिरः. यदिदं लोके अन्नजातं प्रसिद्धम् आश्वभ्यः श्वभिः सह आशकुनिभ्यः सह शकुनिभिः सर्वप्राणिनां यदन्नं तत्तव अन्नमिति होचुः वागादयः इति. प्राणस्य सर्वम् अन्नं प्राणो अत्र सर्वस्य अन्नस्य इत्ययं प्रतिपत्तिः कल्पित आख्यायिकारूपात् तु व्यावृत्य स्वेन श्रुतिरूपेण तद्वै एत यत्किञ्चिल्लोके प्राणिभिः अन्नमद्यते अन्नस्य प्राणस्य तदन्नं प्राणेनैव तदद्यते इत्यर्थः. सर्वप्रकारचेष्टाव्याप्तिगुणप्रदर्शनार्थम् अन इति प्राणस्य प्रत्यक्षं न प्रादि उपसर्गपूर्वत्वैः विशेषगतिरेव स्यात्. तथा च सर्वान्नानाम् अत्तुः नामग्रहणम् इति इदं प्रत्यक्षं नाम अन इति सर्वान्नानाम् अत्तुः साक्षादभिधानं न वा एवं विधि यथोक्तप्राणविधि प्राणोऽहमस्मि सर्वभूतस्थः सर्वान्नानाम् अत्ता इति तस्मिन् एवं विधि ह वै किञ्चन किञ्चिदपि प्राणिभिः अद्यं सर्वैः अनन्नम् अनद्यं न भवति. सर्वम् एवं विधि अन्नं भवति इत्यर्थः. प्राणभूतत्वात् विदुषः प्राणाद्वायेष उदेति प्राणे अस्तमिति इति उपक्रम्य एवं विदो ह वा उदेति सूर्य एवं विधि अस्तमिति इति श्रुत्यन्त्र. स उवाच किं मे वासो भविष्यति इति आप इति गोचो तस्माद्वये तदश्यन्तः पुरस्ताच्चापरिष्टाच्च अद्भिः परिदधति लम्बुको ह वासो भवति अनग्नो भवति. सः उवाच पुनः प्राणः पूर्वदेव कल्पना किं मे वासो भविष्यति इति आप इति गोचुः वागादय. यस्मात् प्राणस्य वासः आपः तस्माद्वा एतदश्यन्तः भोक्ष्यमाण भुक्तवन्तश्च ब्राह्मणाः विद्वांसः एतत् कुर्वन्ति. किम् अद्भिः वासस्थानीयाभिः पुरस्तात् भोजनात् पूर्वम् उपरिष्टाच्च भोजनात् ऊर्ध्वं च परिदधति परिधानं कुर्वन्ति मुख्यस्य प्राणस्य. लम्बुको लम्बनशीलो वासोः भवति वासतो लब्धा एव भवति इत्यर्थः. अनग्नोः भवति वासतो लम्बुकत्वेन अर्थसिद्धा एव अनग्नता इति अनग्नोः भवति इति उत्तरीयवान् भवति इत्येतत्.